सर्वेभ्यो नमः. अस्माकं वर्गे सर्वेषां स्वागतम्. अत्र अस्माकं प्रवर्तमानः विषयः यः अस्ति ल्यप् इति प्रत्ययस्य योजनेन ल्यबन्तरूपाणि इति विषयः. तत्र गतवर्गे वयं रूपाणि दृष्टवन्तः. तत्र पुटसङ्ख्या कुत्र अस्ति? तत्र 135. धन्यवादः भगिनी. हा 135 मध्ये हा तत्र लेबन्तरूपाणि अपि त्वान्तरूपाणि दत्तानि सन्ति. तत्र अपि तदनन्तरम् अभ्यासः अपि अस्ति. किन्तु तस्य पूर्वं केवलं पुरस्मरणार्थं तत्र त्वान्तरूपं कथं तस्य उपयोगः भवति इति कोऽपि वदति वा? त्वान्तरूपस्य प्रयोगः कदा भवति इति. शोभा भगिनी. आम् महोदय, तत्र उपसर्गरहितानि क्रियापदानि तत्र त्वान्तरूपं भवति. तत्र त्वान्तरूपं समीचीनं. उपसर्गसहितानि सन्ति चेत् लेबन्तरूपम् इति विषयः. समीचीनं भगिनि. अस्तु उषा भगिनी, तत्र त्वान्तरूपं तत्र गच्छति इति तस्य त्वान्तरूपम् अस्ति गत्वा इति. अस्तु, कीदृशप्रयोगः भवति तस्य क्रियापदस्य क्रियारूपस्य गत्वा उपयुज्य वाक्यमेकं वदतु. अहं देवालयं गत्वा गृहम् आगच्छामि. अस्तु, तत्र यदि अत्र एतत् स्वीकुर्मः, तत्र रामः मन्दिरं गच्छति, लक्ष्मणः पूजां करोति, तत्र त्वान्तरूपं कर्तुं शक्नुमः वा? न महोदय, क्रियापदम् एकमेव. क्रियापदं न, कर्तृपदम्. हा, कर्तृपदम् एकमेव भवेत्. समीचीनं भगिनि. हा, तत्र रामः मन्दिरं गच्छति, रामः पूजां करोति चेत् वयं किं कर्तुं शक्नुमः? तत्र प्रथमक्रियायाः त्वान्तरूपम् उपयुज्य रामः मन्दिरं गत्वा पूजां करोति इति. तत्र त्वान्तरूप वा अथवा लेबन्तरूपस्य नियमः कः इत्युक्ते, तत्र एकः कर्ता, प्रथमा क्रिया, तदनन्तरम् अन्या द्वितीया क्रिया अस्ति चेत् तत्र त्वान्तरूपं भवति. कस्याः क्रियायाः? एका कर्ता, एका एव कर्ता, अपि प्रथमा क्रिया अस्ति, द्वितीया क्रिया अस्ति. इदानीं तत्र कस्याः क्रियायाः त्वान्तरूपं वाक्ये भवति? प्रथमक्रियायाः वा? प्रथमक्रियायाः त्वान्तरूपं भवति. समीचीनं भवति महोदय. एकः प्रश्नः अस्ति महोदय, सन्देहः. इडागमः अनिट् सेट् तस्य पदानि किम् उपयोगम् अस्ति महोदय? हा, तत्र यदा वयं जानीमः भगिनि, तत्र धातोः अनेकाः भेदाः सन्ति खलु. तत्र गणः इति एकः भेदः अस्ति खलु, अपि अन्यः भेदः अस्ति रश्मै धातु अथवा आत्मनेपदी धातु. अस्तु, तादृश धातोः प्रकृतिं निधाय कीदृशधातुः इति यदि वयं ज्ञातुम् इच्छामश्चेत् तत्र परस्मैदधातु वा आत्मनेपदी धातु वा इति, तत्र धातोः विभजनं तादृशमपि भवति. तत्र सेट् इति एकरूप एकविधधातुः, अनिट् इति अन्यविधधातुः. तत्र सेट् अस्ति चेत् तत्र कस्मिन् लकारसमये तत्र धातु स्वीकृत्य क्रियापदं कुर्मः खलु, तस्मिन् समये सेट् अस्ति चेत् तत्र कुत्रचित् तत्र ईकारः मध्ये आगच्छति इति. परन्तु त्वान्तानि एव इडागमः तत्र तत्र नियमः अस्ति. अस्तु सत्यं सत्यं, तत्र तत्र त्वान्त इति मध्ये तत्र इडागमः अस्ति इति, अपि च अन्येषु स्थलेषु अपि भवति किन्तु वयम् एतावत् न दृष्टवन्तः. किन्तु त्वान्त तवतु तत्र इडागमस्य विशेषः अस्ति. सत्यं भगिनि, इडागमः अस्ति चेत् सेट् अस्ति वा महोदय? हा, इडागमः अस्ति चेत् सेट् अस्ति इति वदामः. स योगः इट् इत्युक्ते सेट्, अतः तत्र ईकारः आगच्छति इति कृत्वा. अष्टाध्यायी मध्ये भुवादिगणे आत्मनेपदी सकर्मक अपि अनिट् दत्तम् अस्ति. अनिट् अपि च सेट्, अनिट् इत्युक्ते अडागमः अस्ति. न अडागमः इति नात् ईडागमः नास्ति, ईकारः न आगच्छति इति तावदेव. सेट् इति पदस्य विरोधः अनिट्. दृष्ट्वा दत्वा पृष्ट्वा आकारः अस्ति न महोदय? तत्र तत्तु गणविषयः अस्ति. तत्र गत्वा इति तत्र घं धातुः तत्र अकारः अत्र एव अस्ति भगिनि. तत्र अकारः आगच्छति इति विषयः नास्ति, ईकारः आगच्छति वा इति विषयः तत्र. अपि च भुवादि अस्ति, भुवादिगणे अस्ति आत्मनेपदी सकर्मकः अनिट्, अनिट् इत्युक्ते ईडागमः न भवति इति तावदेव. अतः त्वान्तरूपम् अथवा त्वान्त तवतु क्थरूपः. तत्र पट् धातुः, पट् धातुः कीदृश, तत्र ईकारः ईडागमः अस्ति वा तत्र? पठित्वा इति अस्ति. हा, पठितः, पठितवान्, पठितवती, पठित्वा, सर्वत्र तत्र ईकारः अस्ति इति कृत्वा तद् सेट् धातुः इति. सर्वाणि पदानि अपि सेट् अस्ति तत्र. सर्वाणि इति न, तत्र नियमः अस्ति कुत्र एतद् इडागमस्य नियमाः सन्ति, तद् दृष्ट्वा वयं कुत्र भवति कुत्र न भवति इति. महोदय, पठित्वा एव इडागम अस्ति वा अथवा पठितवान्, पठितः? अतः भगिनि तत्र वदामि, तत्र क्तवतु क्त अपि क्त्वा रूपे इडागमस्य रूपं तत्र तस्य इन्फ्लुयेन्स्, तस्य प्रभावः पश्यामः. दृश्यते. हा, दृश्यते. केवलं क्त्वान्तरूपम् इति न, क्त्वान्त क्तरूपं, तत्र पठितः इति अथवा पठितम् अपि पठितवान् इति त्रयो मध्ये अपि वयम् एतादृश तद् दृश्यते. किन्तु ल्यबन्तरूपस्य समये तत्र इडागमः विषयः एव नास्ति ल्यबन्तरूपे. हा, तत्र प्रत्यय कीदृश, तत्र क्ता तत्र तकारः अस्ति इति कृत्वा तत्र इडागमस्य प्रभावः भवति. किन्तु ल्यबन्त प्रत्यये यदा योजयामः तत्र तादृशपरिस्थितिः नास्ति. एतत् इदानीम् एतादृश बहु चिन्तनं मास्तु भगिनि. हा, केवलम् अहं वदामि. किन्तु प्रथमतया अत्र विषयः कः इत्युक्ते, प्रथमतया साधारणरूपस्य ज्ञानं अस्माकं मनसि भवेत्. सरल संस्कृतम् अस्माकं सम्भाषणे सर्वं भवति चेत् तदनन्तरम् एतत् विशेषपदम् अस्ति, तस्य अत्र किं विशेषम् अस्ति इति कृत्वा तत्र अन्वेषणं कर्तुं शक्नुमः. किन्तु यदि अतः किञ्चित् वक्तव्यम् अस्ति अनिट् सेट् इति, किन्तु तस्य ज्ञानम् अग्रे अपि भवति चेत् चिन्ता मास्तु इति मम मतम्. अस्तु महोदय, धन्यवादः. किन्तु तवतु स्वान्त अपि रूपे अत्र ईडागमस्य प्रभावः दृश्यते, किन्तु ल्यबन्त ल्यप् प्रत्यये न दृश्यते. अस्तु महोदय. हा, अस्तु, समीचीनम्. अस्तु तर्हि तत्र, अतः तत्र त्वान्तरूपम् अथवा ल्यबन्तरूपं कदा भवति? एकः एव कर्ता, प्रथमा क्रिया अस्ति, तदनन्तरं द्वितीया क्रिया अस्ति. तत्र प्रथमक्रियायाः त्वान्तरूपं उपयुज्य वयं वाक्यं रचयामः. तादृश एव तादृशी एव परिस्थितिः ल्यबन्तरूपे अपि तत्र यथा शोभा भगिन्या उक्तं तत्र ल्यबन्तरूपम् उपसर्गसहितधातु अस्ति चेत् ल्यबन्तरूपम् उपसर्गरहितधातु अस्ति चेत् ल्यबन्तरूपम् इति अस्तु. एषः एकः विषयः आसीत्. अन्यः विषयः आसीत् तत्र गणविषये धातोः गणविषये अपि वयं गतवर्गे चिन्तितवन्तः. तत्र केवलं किं स्मरणार्थं तत्र पेज् 135 मध्ये यत् अस्ति तद् दृष्ट्वा किञ्चित् वक्तुं शक्नुमः वा तत्र गच्छति इति धातुः नयति गच्छति इति क्रियापदं कस्मिन् गणे अस्ति इति? गम् धातु अस्ति महोदय. हा कस्मिन् गणे अस्ति कस्मिन् गणे अस्ति गम् धातु अस्ति महोदय भुवादिगणे. भुवादिगणे अस्तु समीचीनम् अस्तु. अपि करोति इति करोति क्रु धातु अस्ति क्रु ढुक्रीन् करणे. भजगोविन्द मध्ये अपि आगच्छति खलु. तनादिगणे अस्ति महोदय अष्टमे अष्टमी गणे अस्ति समीचीनम् अस्तु. तदनन्तरं किं जानाति जानाति जा धातुः न जानाति जा धातुः अस्ति न अस्ति तत्र मध्ये न्या धातु परन्तु न मध्ये अस्ति. हा अतः तत्र विकरणप्रत्ययः नास्ति चेत् केवलं नकारः न अकारः ह्रस्व इति न इति आकारः अस्ति. क्रियादिगणे नवमगणे नवमगणे समीचीनम् अपि अपि तत्र वर्तते इति इति क्रियापदं तत्र वृत् इति धातुः वृत् इति धातुः क्रियापदस्य रूपम् अस्ति वर्तते इति भुवादिगणे वा? हा भुवादिगणे भुवादिगणे तत्र गुणभूत्वा वर्त वर्त योगः अकारः समीचीनं भगिनि. हा अस्तु केवलं तत्र गणस्य विषयं किञ्चित् जानीमः इति प्रदर्शयितुं तावदेव. अस्तु अस्तु तर्हि इदानीं तत्र अग्रे गच्छामः. तत्र रूपाणि दृष्ट्वा तत्र लिबन्तरूपं तत्र पश्यतु तत्र दृश्यते इति मन्ये तत्र त्वान्तरूपे ईडागमः तत्र कुत्रचित् इकारः आगच्छति किन्तु कुत्रापि ल्यबन्तरूपे इकारः न आगच्छति इति. तत्र लिखति लिखित्वा इति अस्ति किन्तु ल्यबन्तरूपं विलिख्य इति अस्ति. तत्र ककारः ली अपि ककारस्य मध्ये इकारः आगच्छति त्वान्तरूपे किन्तु ल्यबन्तरूपे विलिख्य तत्र इकारः नास्ति मध्ये. अतः तत्र तादृशेव परिस्थितिः सर्वत्र तत्र ल्यबन्तरूपे सेट् अनिट् इति विषयः एव नास्ति धातोः. अस्तु तर्हि इदानीम् अग्रे गच्छामः. तत्र अभ्यासः यत् अस्ति तद् आरम्भं कुर्मः. तदनन्तरं पेज् 136 मध्ये तदनन्तरं तत्र अभ्यासः एकं द्वे त्रीणि हा अनेकाः अभ्यासाः सन्ति. अस्तु समीचीनमेव अस्तु. गीताञ्जलि भगिनी नमस्कारः. श्रीप्रिया भगिनी नमस्कारः. श्रूयते भगिनी श्रूयते भगिनी. अस्तु तर्हि तत्र नरेश महोदय आरम्भं करोति वा प्रथम अभ्यासः पेज् 136 मध्ये. अत्र वयं 135 मध्ये सर्वं पठितवन्तः इति मन्ये तत्र. आं महोदय. पठितवन्तः. यथोदाहरणं ल्यबन्तरूपाणि लेखकः उदाहरणं योगक्षालयति प्रक्षाल्य आयोग गच्छति आगत्य परियोग गणयति परिगणय्य निर्योग गच्छति निर्गत्य तत्र परिगणयति इति तत्र यकारस्य द्वित्वम् अस्ति खलु आम् तत्र किमर्थं यकारस्य द्वित्वम् गणय तत्र क्रिया तत्र यकारः ल्यबन्तरप्रत्यये अस्ति अपि क्रियापदे अपि अस्ति धातोः मध्ये अपि अस्ति इति कृत्वा सत् समीचीनं महोदय अतः परिगणय्य इति समीचीनं अग्रे निर्योग गच्छति निर्गत्य निर्गत्य अस्तु संयोग स्थापयति संस्थाप्य संस्थाप्य अस्तु संयोग हरति संसत्य संहृत्य संहृत्य परियोगात् त्यजति परित्यज्य परित्यज्य समीचीनं महोदय आयोग छादयति आच्छाद्य इति दत्तम् अस्ति समीचीनं प्रयोग आप्नोति प्राप्य संयोग आप्नोति समाप्य संयोग ईक्षते समीक्ष्य निर्योग ईक्षते निरीक्ष्य निरीक्ष्य इति अस्तु समीचीनं महोदय अस्तु तत्र अस्तु प्रश्नः अस्ति वा अत्र रूपस्य निर्माणे कोऽपि प्रश्नः अस्ति वा तत्र तत्र वदतु महोदय पूर्वस्मिन् पुटे महोदय तत्र उदाहरणमपि दत्तं यजति इति त्वान्तरूपं त्यक्त्वा लबन्तरूपं परित्यजति इति परित्यज्य इति दत्तं महोदय तत्र मम प्रश्नः अस्ति कुत्र कुत्र परि 134 महोदय अधः एकवारं पश्यतु परित्यज्य तत्र त्यक्त्वा परित्यज्य न महोदय तत्र त्यज् इति एव प्रायशः धातुः अस्ति महोदय तत्र धातुः अस्ति त्यज् इति मन्ये अतः तत्र त्यज् महोदय त्यज् अतः तत्र अतः ल्यबन्तरूपं तत्र ल्यप् इति ल्यबन्तरूपे वयं किं कुर्मः ल्यप् इति प्रत्ययः अस्ति अकारः लकारः तत्र धातु तदनन्तरं ल्यप् प्रत्ययः किन्तु ल्यप् प्रत्यये तत्र किम् इल् अस्ति यकारः अस्ति इप् अस्ति तत्र किं भवति इल् अपि इप् यकारः एव अवशिष्यते तत्र इत्संज्ञा इति कृत्वा तयोः लोपः भवति अतः यकारः एव तिष्ठति अतः सर्वदा ल्यबन्तरूपे किं कुर्मः धातुः योगः यकारः इति साधारणरूपं यतः तत्र अत्र त्यज् इति परि उपसर्गपरि इति योगः त्यज् योगः यकारः अतः परित्यज्य इति धातु त्यज् इति त्यक्त्या इति मनः आगच्छति किमर्थं किन्तु कुत्रचित् तत्र अग्रे गत्वा किञ्चित् अवगच्छति अवगत्य अवगत्य नास्ति अवगत्य इति तत्र अवगत्य अपि साधु अवगम्य अपि साधु तत्र अहं प्रेषितवान् प्रायशः पूर्वस्मिन् वर्गे अथवा तस्य पूर्वं तत्र ध्वनिमुद्रण अथवा तस्मिन् समये तत्र स्वरूपमहोदयस्य एकं लघु करपत्रम् अस्ति, तत्र अवगम्य वा अवगत्य वा कः साधुरूपं किम् इति, किन्तु द्वयमपि साधु इति तत्र निर्णयः भवति. अतः तत्र अवगच्छति इति तस्य ल्यबन्तरूपम् अवगत्य अपि अवगम्य द्वयमपि साधु इति स्थितिः. किन्तु अतः तत्र ल्यबन्तरूपे आधिक्येन किं भवति, धातुः योगः यकारः तावदेव. अतः ल्यबन्तरूपस्य निर्माणं सुलभः अस्ति. त्वान्तरूपं तत्र इडागमः अस्ति, इकारः आगच्छति इति तत्र बहु किमपि चिन्तनीयमस्ति. किन्तु ल्यबन्तरूपे आधिक्येन केवलं धातुः योगः यकारः. कुत्र एतादृशी परिस्थितिः नास्ति इति अग्रे वदामि, किन्तु सा एव साधारणपरिस्थितिः महोदय. अपि अन्यत् मनसि अन्यः अंशः, तत्र त्वान्तरूपम् अपि ल्यबन्तरूपम् अव्ययम् अस्ति, तत्र आगत्य अथवा किमपि रूपं तदस्ति अव्ययं, नाम क्रियासूचकम् अस्ति, किन्तु तत्र लिङ्गभेदः नास्ति, पुरुषभेदः नास्ति, वचनभेदः नास्ति. तत्र रामः आगत्य बालकः आगत्य, बालकाः आगत्य, बालिका आगत्य, अहम् आगत्य, तत्र सर्वदा आगत्य एव भवति. तत्र रूपभेदः नास्ति, अव्ययम् अस्ति इति कृत्वा. अस्तु, हा अग्रे तत्र वदतु भगिनि. क्वान्तरूपे सन्धिकार्यं न भवति, ल्यबन्तरूपे भवति वा सन्धिकार्यं? तत्र सन्धिकार्यं पश्यामः. यदि तत्र प्रायशः केवलं तत्र कुत्र सन्धिकार्यं भवेत्, यकारः अस्ति तस्य पूर्वं किम् अस्ति चेत् सन्धि भवति. भवती वदतु तत्र यदि अत्र कुत्रापि सन्धिकार्यम् अस्ति न वा इति. हा अहं न दृष्टवान् इति मन्ये, किन्तु प्रायशः अस्ति. कुत्रापि दृश्यते वा सन्धिकार्यं भगिनि? न, अहं न जानामि महोदय. अस्तु, अहं चिन्तयामि कुत्रापि सन्धिकार्य नास्ति इति मन्ये भगिनि, केवलं यकारस्य योजनम् एव इति मन्ये. यावत् अहं दृष्टवान् मध्ये सन्धि अस्ति, विलिखति अलिखत् व्यलिखत्. हा हा, सत्यं महोदय. किन्तु तत्र तत्तु भिन्ना अस्ति खलु, तत्र धातु अपि उपसर्ग तयोः मध्ये सन्धि इति तत्र भवति. किन्तु धातु उपसर्गः तदनन्तरं धातु तस्य सन्धि कुर्मः, इदानीम् उपसर्गसहितधातु स्वीकुर्मः, तदनन्तरं ल्यप् इति यकारः योजयामः, तस्मिन् समये सन्धिः भवति वा इति प्रश्नः खलु उषा भगिनी? हा, तस्मिन् समये सन्धि अहं न दृष्टवान्, पश्यामः. उदाहरणानि पश्यामः, यदि कोऽपि पश्यति चेत् वदतु. अहं चिन्तयामि न इति, पश्यामः. किन्तु अस्तु, नरेश् महोदय धन्यवादः. प्रथमस्तम्भः पठितवान्, अस्तु द्वितीयस्तम्भः स्तम्भं पठामः. तत्र गीताञ्जलि भगिनी द्वितीयस्तम्भं पठति वा 136 मध्ये? आं महोदय. प्रयोगः नमति प्रणम्य. हा, प्रणम्य इति. हा, तत्र णत्वं भवति, रकारः अस्ति. प्रयोगः रकारः. वियोगः गणयति, यकार अस्ति, पुनः एक यकार आगच्छति. न, तत्र गणयति इति परिगणयति इति रूपं दत्तमस्ति, अतः विगणय्य. हा, विगणय्य, विगणय्य इति. उद्योगः तिष्ठति तिष्ठति धातु स्था हा उत्थाय इति रूपं तत्र भवति समीचीनं सकार कुत्र तत्र अस्तु तत्र उत् इति योगे तत्र किमपि कार्यम् अस्ति भगिनि किन्तु तत्र अस्माकम् इदानीं तस्य तद् मास्तु तत्र यका तत्र ल्यप् प्रत्ययस्य योजने किं भवति इति इदानीम् अस्माकं दृष्टिः कक्षायाः परिधिः नास्ति नो चेत् किं भवति अत्र व्याकरणविषयं तत्र व्याकरणगणवर्गः भवति तदनन्तरं पाणिनिसूत्र तदपि समीचीनमेव किन्तु किञ्चित् समीचीनं किन्तु धन्यवादः किं महोदय मया न श्रुतं महोदय किम् उक्तवान् धन्यवादः महोदय स्पष्टरीत्या भवान् कक्षायाः परिधिः किम् इति अवदत् अस्तु महोदय अस्तु बहु राम्ब्लिङ्ग् जातं महोदय अस्तु अस्तु अस्तु अस्तु अग्रे धन्यवादः महोदय अनुयोगः भवति भूधातु अनुभूय अनुभूय समीचीनं परियोगः वेषयति विष् धातु विष् धातु महोदय परिवेशयति धातु वेषयति इति रूपं खलु परिविश्य महोदय तत्र इश् इति अस्ति परिविश् इति सत्यं भगिनि परिविश्य इति मन्ये रूपं गणयति सदृश नास्ति परिवेशयै न तत्र तत्र धातुः आसीत् गणय इति महोदय अत्र तु विश् इति धातुः अस्ति अतः तत्र परिविश्य महोदय अहं पश्यामि अस्तु तत्र इदानीं तत्र वेश् इति अस्ति तत्र महोदय परिवेश् परिविश्यते इति एकं पदम् अस्ति महोदय वेश् न विश् अपि अस्ति वेश् अहं न जानामि अधः दत्तमस्ति महोदय अस्तु भगिनि परिवेश्य इत्यादौ भागे एव दत्तमस्ति स्वीक्रिय भगिनी धन्यवादः तत्र परिवेश्य इति अतः तत्र एतद् वेषयति इति तत्र धातु विश् एव अस्ति वा अथवा वेश् अस्ति वा विश् अस्ति महोदय विश् अस्ति किन्तु परिवेश्य टु बि सर्व्ड् अस्तु किन्तु वेष्ट अपि एकं धातु अस्ति महोदय वेष्ट किन्तु एतत् किञ्चित् भिन्नमस्ति अस्तु अस्तु अस्तु अतः तत्र किं भवति परिविश्य इति रूपं नास्ति तत्र परिवेश्य इति अस्ति अस्तु अत्र तत्र वि इकारस्य एकारः भवति तत्र अस्तु महोदय विश् इत्युक्ते सेचने किं भगिनि विश् इत्युक्ते सेचने अस्ति वा महोदय तत्र परिवेशवेषने इत्युक्ते सर्व् इति खलु विशति चका शिवश अस्ति वेषति षण्मुखश अस्ति तत्र तत्र वेषयति इत्युक्ते तत्र किं तत्र धारयति इति अर्थे अस्ति इति मन्ये वस्त्रं धारयति वेषयति इति वस्त्रं धारयति इति अर्थे अस्ति इति मन्ये केवलं वेषयति किम् अस्ति महोदय सेचने सेचने किं तत्र विषु धातु विषु सेचने परस्मैपदी भ्वादिगणे सकर्मक सेट् अस्ति वेषति वेषतः वेषन्ति सेचने इति तत्र तत्र जलस्य विषयं किमपि अस्ति इति अस्तु तत्र अस्तु इदानीं तत्र रूपं किं तत्र इदानीं परिवेश्य इति अस्ति तत्र परिविश्य इति अहं चिन्तितवान् अस्तु परिवेश्य इति अस्ति महोदय परिविश्यते इति अस्ति किन्तु लेबन्तरूपं परिवेश्य एव अस्ति हा परिवेश्य अस्तु भगिनि अतः तत्र परिविश्यते इति पदम् अस्ति हा परिविश्यति अस्तु किन्तु विश्यते इति आत्मनेपदी किन्तु तत्र हा किन्तु परिवेश्य इति रूपम् अस्तु भगिनि परिवेश्य अतः तत्र अन्ते यकार एव अस्ति किन्तु तत्र वि इति तत्र तत्र एकारः भवति तत्र अस्तु महोदय द्वितीयकोष्टकात् दत्तमस्ति महोदय तत्र परिवेश्य परिवेश्य हा हा एतदेव श्रीप्रिय भगिनी उक्तवती सत्यं हा हा अस्तु अग्रे गीताञ्जलि भगिनी अभियोगः नन्दति अभिनन्द्य उपयोगः करोति उपकृत्य उपकृत्य इति परं भवति भगिनी तकार आगच्छति किमपि उपकृत्य इति भवति अस्तु तत् तद् अहं तद् पश्यामः किञ्चित् अग्रे पश्यामः तत्र हा उप करोति उपयोगः करोति तत्र उपकृत्य इति भवति हा अस्तु अपि अग्रे उद्योगः धरति धरति धातु धृ धातु उद्धृत्य अत्र आगच्छति अपि वियोगः चारयति तत्र चार योगः यकारः इति मन्ये तत्र विचारय्य इति किन्तु तत्र रूपं दत्तमस्ति खलु भगिनि तत्र यकारः प्रायशः तत्र विचार्य इति रूपं दत्तमस्ति खलु आं महोदय किन्तु अहं न अवगच्छामि किमर्थं विचार्य आगच्छति हा तत्र चारयति इति मध्ये तत्र धातुः कः इति द्रष्टव्यमस्ति खलु तत्र चर् धातुः अस्ति हा किन्तु तत्र प्रेरणार्थे अस्ति खलु अतः तत्र हा कुत्र प्रेरणार्थे अस्ति तत्र तत्र प्रायशः किञ्चित् भिन्नरूपम् अस्ति अस्तु प्रयोगः पद्यते प्रपद्य हा तत्र पद्योगः यः पद्य तस्य पूर्वम् उपसर्गः प्र इति प्रपद्य इति धातुरूपं किं महोदय पद् इति मन्ये भगिनि पद् इत्युक्ते पद्य प्रपद्यते इत्युक्ते श्रीरामदूतं प्रपद्ये स्वीकृत्य अस्तु अन्तिमं संयोगः भाषते भाषिति धातु सम्भाष्य हा इति अस्तु हा अस्तु तर्हि तत्र अस्तु तत्र किञ्चित् वदामि तत्र केचन नियमः इदानीं वयं ज्ञातुं शक्नुमः इतोपि प्रायशः अन्ये स्युः तेषां अवगमनेन प्रायशः तत्र किमर्थं तत्र परिवेश्य इति अस्ति अपि तत्र किमर्थं विचार्य इति अस्ति तस्य रूपस्य इदानीम् अवगमनं न कर्तुं शक्नुमः इति मन्ये किन्तु अन्यानि रूपाणि तत्र केचन नियमाः वक्तुं शक्नुमः अतः तत्र वयं दृष्टवन्तः खलु तत्र उपकरोति तत्र उपकृत्य इति आसीत् अपि उद्धरति तत्र उद्धृत्य इति आसीत् तत्र कः विशेषः तस्मिन् रूपे उपकृत्य अपि उद्धृत्य तत्र तकारः मध्ये आगच्छति तकारः मध्ये आगच्छति केवलं यकारः न तकारः आगच्छति अतः तत्र नियमः अस्ति तकारः कुत्र आगच्छति इति तद् किञ्चित् वदामि तत्र तत्र यदि धातोः मध्ये धातुः ह्रस्व इकारान्त अथवा ह्रस्व उकारान्त अथवा ह्रस्व ऋकारान्त धातुः अस्ति चेत् तत्र तकारः तदनन्तरं यकारः इति रूपं भवति अतः तत्र यथा वयं दृष्टवन्तः तत्र कृ धातुः उपकृत्य तत्र कृ धातुः ऋकारः अस्ति अन्ते ह्रस्वऋकारः अतः उपकृत्य इति भवति अपि तत्र अन्यत् वदामि तत्र वियोगः वि जि जि इति धातुः अस्ति तत्र वि उपसर्गः अस्ति चेत् तत्र तस्य लेबन्तरूपं भवति विजित्य इति तत्र मध्ये तकारः आगच्छति अपि हू इति धातुः अस्ति आ इति उपसर्गः आहु तस्य अपि लेबन्तरूपम् आहुत्य इति भवति तत्रापि तकारः आगच्छति अतः यत्र तकारः आगच्छति इत्युक्ते यदि धातोः मध्ये धातो अन्ते ह्रस्व इकारः वा ह्रस्व उकारः वा अथवा ह्रस्व ऋकारः अस्ति चेत् धातोः मध्ये तत्र तकारः आगच्छति अपि सः एकः अंशः तत् तत्र उपकृत्य उद्धृत्य अन्यत्र कुत्रापि तत्र तकारः दृष्टवन्तः वयं कोऽपि पश्यति वा तत्र तत्र परिवर्तते इति तत्र परिवृत्य इति अस्ति तत्र ओ क्षम्यतां तत्र वृत् इति तत्र तकारः धातोः मध्ये एव अस्ति अस्तु अन्यत्र कुत्रापि महोदय संस्मृत्य गीताञ्जलि भगिनी वदतु उद्योग तिष्ठति अपि तकार आगच्छति कुत्र उत्थाय तकार आगच्छति तत्र स्था धातुः तत्र तकार प्रायशः अस्तु भगिनि किन्तु तत्र प्रायशः किञ्चित् भेदः अस्ति किन्तु तत्र संस्मृत्य अपि विस्मृत्य तत्र तकारः अस्ति तत्रापि सत्यं सत्यं भगिनि हृत्य तत्रापि संहृत्य तत्रापि तकारः आगच्छति अतः सः एक अंशः कुत्र तकारः मध्ये आगच्छति लेबन्तरूपे अपि अन्यत् अस्ति तत्र दीर्घ इकारः कुत्र भवति इति तत्र धातुः दीर्घ ऋकारान्तः अस्ति चेत् तत्र थृ इति धातुः अस्ति तत्र रूपमस्ति वि उपसर्गयोगः थृ अस्ति चेत् तत्र ल्यवन्तरूपं भवति वितीर्य इति तद् तादृशम् अत्र न दृष्टवन्तः इति मन्ये किन्तु तावदेव तावदेव वक्तुम् इष्टवान् तत्र पाटर्न् द्वयम् अस्ति रूपद्वयम् अस्ति तत्र अकारः मध्ये आगच्छति नो चेत् साधारणरूपं धातु योगः यकारः तावदेव अस्तु तर्हि अग्रे गच्छामः इदानीं अस्तु तर्हि अग्रे तत्र केवलं ल्यबन्तरूपं चित्वा रिक्तस्थाने लिखत कोष्टकात् तत्र तत् प्रायशः सुलभमेव अस्ति खलु एतत् सर्वं मिलित्वा कुर्मः तत्र विलिख्य विलिखित्वा किम् अस्ति शुद्धरूपं विलिख्य अस्तु द्वितीयम् आनीत्वा आनीय अस्तु तत्र अनीत्वा इति अस्ति चेत् किं योजनं तत् समीचीनं पदं वा अनीत्वा इति तादृशं न महोदय, केवलम् आकारः उपसर्गः, अकारः ह्रस्व न दृश्यते. किन्तु तत् तादृशं रूपम् अस्ति वा क्रियापदम् अनि लङ् रूपे वा महोदय? हा, तत्र त्वान्तरूपं तत्र यदि तत्र नकारः तादृशरूपं नो इति वक्तुम् इच्छामः तत्र सः गत्वा किन्तु सः न गतवान् अतः वयं वक्तुम् इच्छामः सः न अगत्वा इति तत्र न अगत्वा इति तादृशरूपम् अपि भवति कुत्रचित् किन्तु अत्र केवलं त्वान्तरूपं लेबन्तरूपमेव अस्ति अत्र. अस्तु इदानीम् अत्र अस्तु तत्र आनीत्वा अपि आनीय तत्र उपसर्ग अस्ति वा? नीत्वा अस्ति इति चेत् आनीत्वा आ इति उपसर्ग अस्ति अतः तत्र आनीया इति. अस्तु समीचीनं. हा, तत्र प्रेषयित्वा वदतु भगिनि. न महोदय, तत्र सर्वाणि पदानि उपसर्गपूर्वक एव दत्तानि. सत्यं सत्यम्. अस्तु अस्तु, अतः अभ्यासः मास्तु वा, अग्रे गच्छामः वा? कुर्मः अतः एव मिलित्वा कुर्मः, नो चेत् अतः तत्र लेबन्तम् एव भवति इति. हा सत्यं भगिनि, हा लेबन्तमेव भवति. सत्यं सत्यम्. अतः आनीय इति रूपं समीचीनं. तदनन्तरं सम्प्रेषयित्वा अथवा सम्प्रेष्य? सम्प्रेष्य. अस्तु, तदनन्तरं विज्ञाय? हा, तदनन्तरम् उद्धृत्य. तत्र तकारः आगच्छति इदानीं, तकारः ऋकारः दृ धातुः अस्ति इति कृत्वा तकारः समाप्य समाप्य इति एव. अस्तु, विचार्य विचार्य. अस्तु, तदनन्तरम् उद्घाट्य प्रविश्य. अस्तु, तदनन्तरम् आहूय. तत्र आहूय इति तत्र, हा तत्र पश्यतु, तत्र धातुः किम् अस्ति तत्र आहूय इति? कोऽपि जानाति वा आहूय इति धातुः कः इति? आह्वयति इत्यस्य. हा, आह्वयति इति. हा, तत्र धातुः महोदय. हा, आ इति उपसर्गः, किन्तु धातु तत्र हु इति, तत्र वयं चिन्तयामः तकारः आगच्छति न वा इति अतः, किन्तु तत्र ह्वे इति धातुः अस्ति इति मन्ये. ह्वे अतः ह्वे ह्वे हकारः वकारः एकारः ह्वे इति अतः तत्र अतः तत्र ह्रस्व इकार वा उकारः नास्ति अतः त्रकारः नागच्छति अतः आहूय इति एव अस्ति. अस्तु, तत्र संहृत्य तत्र हृ धातुः, तत्र ह्रस्व ऋकारः अस्ति अतः तकारः आगच्छति मध्ये संहृत्य इति. परिवेश्य इति तत्र किमर्थं तादृशरूपम् इति द्रष्टव्यम् अस्ति. हा, किमर्थं तत्र विश् धातुः अस्ति किन्तु किमर्थं परिवेश्य इति अस्ति इति हा द्रष्टव्यमस्ति. अहं पृच्छामि अन्यानि. अस्तु, तदनन्तरम् अन्यान् पृच्छामि. तदनन्तरं तत्र उत्थित्वा उत्थाय तत्र रूपमस्ति, उत्थाय इति रूपमस्ति. अस्तु समीचीनम्. अस्तु, अग्रे गच्छामः. तत्र इदानीम् एतावत् रूपदर्शनम् अभवत्, इदानीं रूपप्रयोगः, ल्यबन्तरूपस्य प्रयोगः, प्रयोगं कृत्वा वाक्यरचनम् इति. अस्तु, अग्रे तत्र श्रीप्रिया भगिनी आरम्भं करोति वा? शीतल भगिनी नमस्कारः. करोतु भगिनि. नमस्कारः भगिनि. उदाहरणं, ल्यबन्तरूपस्य उपयोगेन वाक्यद्वयं योजयित्वा वदत. छात्रः विद्यालयं प्रविष्टवान्, पठितवान्. छात्रः विद्यालयं प्रविश्य पठितवान्. हा, अस्तु. अत्र सर्वे नियमाः तत्र समीचीनाः एव सन्ति खलु भगिनि, तत्र नियमः इत्युक्ते तत्र एका एव कर्ता कार्यद्वयम्, अतः तत्र प्रथमकार्यस्य अथवा क्रियायाः त्वान्त वा ल्यबन्तरूपम् इति. समीचीनं भगिनि, हा अस्तु अग्रे. त्वं सर्वधर्मान् परित्यज मामेकं शरणं व्रज. त्वं सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज. हा अस्तु समीचीनं भगिनि. तत्र इदानीं तत्र परित्यज अपि व्रज इति कीदृशरूपम् इति जानाति वा? क्रियापदम् अस्ति किन्तु लकारः कः? लोट् लकारः, लोट् लकारः, लोट् लकारः. हा समीचीनम्. अतः तत्र किं तत्र त्वान्तरूपं सर्वत्र तस्य प्रयोगः भवति, केवलं लट् लकारे इति न, केवलं तत्र प्रथमाक्रिया तदनन्तरं द्वितीया क्रिया यदि तद् लट्लकारे वा लृङ्लकारे वा किमपि लोट्लकारे वा तत्र त्वान्तरूपं भवति इति अथवा लेबन्तरूपं भवति इति. समीचीनं भगिनि अग्रे. सञ्जयः केशवार्जुनयोः संवादं संस्मरति, पृच्छति. सञ्जयः केशवार्जुनयोः संवादं संस्मृत्य कृष्यति. हृष्यति, समीचीनं भगिनि. हा हृष्यति, अस्तु समीचीनं. हा अग्रे पुनः अग्रे अपि करोतु एकं. दुर्योधनः आचार्यम् उपसङ्गच्छति, उपसङ्गच्छति ब्रवीति. दुर्योधनः आचार्यम् उपसङ्गच्छति, उपसङ्गम्य. हा तत्र, हा तत्र उपसङ्गत्य इति तत्र तत्र वयं साधारणतया किं वदामः भगिनि, गच्छति गत्वा आगच्छति आगत्य इति. हा अतः तत्र गमनार्थे अस्ति इति उपसङ्गत्य अपि इति रूपं स्वीकुर्मः अत्र. हा उपसङ्गत्य इत्युक्ते उपसङ्गच्छति इत्युक्ते तस्य समीपं गत्वा इति तावदेव खलु. हा अस्तु, हा समीचीनं भगिनि. अस्तु अग्रे रघुवीरानन्दमहोदय वदति वा. ईको अस्ति महोदय, लैन् मध्ये कोऽपि ओ इदानीं प्रायशः समीचीनम् अस्ति इति मन्ये भगिनि महोदय. समीचीनमस्ति महोदय, धन्यवादः. हा हा हा महोदय, किं बिन्दु अस्ति महोदय इदानीं तत्र? योगी द्वाराणि, योगी निश्चलम् उपविशति. न तत्र दुर्योधनस्य अनन्तरं, दुर्योधनः इति एकम् अस्ति तदनन्तरं पञ्चम. आं महोदय, योगी द्वाराणि संयच्छति, मनः हृदि स्थापयति. हा योगी द्वाराणि संयत्य, संयत्य. न तत्र यम् इति धातुः अस्ति महोदय, तत्र यच्छति इति क्रियापदस्य धातुः अस्ति यम् इति. यम् हा यतः गच्छति गम् धातुः, तत्र यच्छति इति तत्र यम् इति धातुः. आम् महोदय, ततः रूपद्वयं सिद्ध्यति वा तत्र? त्य इति स्वीकुर्मः, सम् ओ संयम्य इति, तत्र संयम्य इति प्रायशः तत्र रूपं द्रष्टम् अस्माभिः द्रष्टमस्ति इति मन्ये महोदय. संयम्य इति एकवारं पश्यामि. हा तत्र प्रायशः संयम्य इति एव मम मनसि अस्ति, किन्तु द्वयोः समीचीनं. हा अस्तु अस्तु अस्तु, संय अस्तु. अतः सत्यं सत्यं सत्यं सत्यं. हा अत्र यम् इति धातुः अस्ति, अतः संयम्य संयम्य इति तद् स्वीकुर्मः. योगी द्वाराणि संयम्य. हा संयम्य इति स्वीकुर्मः संयम्य मनः हृदि स्थापितवान् तत्र स्थापयति एव केवलं स्थापयति एव केवलम् एकपदस्य क्वान्तत्वलेबन्तरूपमेव परिवर्तनं अन्यस्य न अत्र महोदय तत्र स्थापयति इति क्रियापदमस्ति तत्र कर्मपदमस्ति वा महोदय तत्तु प्रथमवाक्ये कर्मपदं किं कर्तृप्रयोगं कर्तृपदं प्रथमवाक्ये तत्र संयच्छति इति तत् क्रियापदं तत्र कर्तृपदं किं योगी इति सः एव द्वितीयवाक्ये अपि कर्ता खलु नो चेत् त्वान्तरूपं न अथवा लेबन्तरूपं न भवति अतः योगी इति कर्तृपदं संयच्छति इति क्रियापदं तस्य कर्मपदम् अस्ति वा मनः न संयच्छति इति तस्य क्रियापदस्य कर्मपदं स्थापयति न अस्तु स्थापयति इति क्रियापदस्य कर्मपदं किम् मनः हृदि इति तु सप्तमविभक्ति तत् कर्मपदं नास्ति मनः हृदि स्थापयति मनः स्थापयति कुत्र स्थापयति हृदि स्थापयति कः स्थापयति योगी स्थापयति अतः तत्र योगी स्थापयति किं मनः इति प्रायशः तत्र मनस् इति नपुंसकलिङ्गपदम् इति मन्ये किन्तु तदेव महोदय किन्तु मनः इति किं विभक्ति तत् कर्मपदम् अस्ति खलु अतः द्वितीयविभक्ति एव द्वितीयमनः वा महोदय नपुंसकलिङ्गपदम् इति अतः नपुंसकलिङ्गपदे तत्र प्रथमा अथवा द्वितीय समानमेव भवन्ति खलु मनः मनसि मनांसि अपि द्वितीयविभक्ति अपि तदेव अस्ति अतः तत्र कर्मपदं किन्तु दृष्ट्वा वाक्यं दृष्ट्वा एव वक्तुं शक्नुमः केवलं रूपं दृष्ट्वा न वक्तुं शक्नुमः नपुंसकलिङ्गम् अस्ति इति कृत्वा अपि द्वाराणि अपि तादृशपदे तत्रापि नपुंसकलिङ्गपदं किन्तु कर्मपदं द्वितीयविभक्तिरूपम् इति समीचीनं महोदय अग्रे प्राणं भ्रुवोः मध्ये आवेश्यति ध्यानं करोति प्राणं भ्रुवोः मध्ये आवेश्य ध्यानं करोति समीचीनं महोदय तत्र आवेश्य इति तत्र कर्मपदम् अस्ति वा कर्मपदं भ्रुवोः मध्ये आवेश्य प्राणं महोदय कर्मपदं वा प्राणं द्वितीयवाक्यं पश्यतु तत्र कर्ता समान एकः एव कर्ता खलु अत्र अस्मिन् सन्दर्भे वाक्यद्वयमस्ति क्रियाद्वयमस्ति किन्तु एकः एव कर्ता खलु एकः कर्ता अतः द्वितीयवाक्ये तत्र किम् अस्ति ध्यानं करोति कर्ता कः ध्यानं करो यः कोऽपि योगी अथवा सः ध्यानं करोति अध्याहारः योगी एव योगी अतः तत्र योगी ध्यानं करोति अत्र अपि योगी एव प्रथमक्रिया अपि करोति खलु योगी प्राणं भ्रुवोः मध्ये आवेशयति अतः योगी आवेशयति किम् आवेशयति प्राणम् आवेशयति कुत्र आवेशयति भ्रुवोः मध्ये आवेशयति अतः कर्मपदं प्राणम् इति समीचीनं वा महोदय प्राणमेव सत्यं अग्रे पूर्णस्य पूर्णम् आदत्ते पूर्णम् एव अवशिष्यते can I ask a question वदतु भगिनि what is आवेशयति तस्य अर्थं किम् आवेशयति. रघुवीरन्दमहोदय वदति वा. आवेशयति. प्रासङ्गिकेन आं महोदय, प्रासङ्गिकेन तत्तु स्थापनं स्थापनं हा तत्र स्थापयति. टु ब्रिङ्ग् दि टु ब्रिङ्ग् द प्राण एण्ड् होल्ड् इट् देयर् बिट्वीन् दि ऐब्रोस्. धन्यवादः. ब्रुवोः मध्ये. ब्रुवोः इति वचनं किम्? ब्रुवोः षष्टि महोदय. हा षष्टि, षष्टि हा विभक्ति षष्टि हा वचनं विवचनं विवचनं हा ब्रुवोः मध्ये. हा समीचीनं. हा अस्तु. हा तत्र आदत्ते इति प्रायशः तत्र किम् आदत्ते इति कोऽपि जानाति वा तस्य रूपम्? आ उपसर्गपूर्वक ददति तत्र कोऽपि वदति वा तत्र धातु किम् इति? अहं न स्मरामि तत्र. धातुः एव अस्तु. ददति अतः आधाय इति वा? आधाय. अस्तु समीचीनं. धा इति अतः तत्र अल्पप्राण एव खलु? अल्पप्राण एव खलु अपि तत्र अल्पप्राण अल्पप्राण आदाय आदाय सत्यं सत्यं भगिनि. हा अल्पप्राण महाप्राण नास्ति आदाय इति. अस्तु अस्तु धन्यवादः भगिनि. हा धन्यवादः. अस्तु अत्र धा धा धातु दधाति अपि च धत्ते द्वे रूपे अस्ति महोदय. ज्योत्यादिगणे इति दत्तम्. हा अस्तु भगिनि. हा किन्तु तत्र किं तत्र त्वान्तरूपं तस्य समये अपि वयं दृष्टवन्तः खलु तत्र क्रियापदं भिन्नम् अस्ति किन्तु त्वान्तरूपं समानम् इति भवति इति दृष्टवन्तः खलु. आम् महोदय. किन्तु मम प्रश्नः महोदय अत्र आधाय वा आधय वा? आधाय इति मन्ये भगिनि. धन्यवादः. हा आधाय इति एव मम चिन्तनम् अस्ति. आधाय इति हा पूर्णस्य पूर्णम् आधाय पूर्णमेव विशिष्य. हा अस्तु श्लोकः अस्ति खलु अतः आदाय एव प्रायश मन्त्रः अस्ति. हा अस्तु अस्तु. धन्यते अपि अस्ति महोदय. धत्ते इति अपि अस्ति आधत्ते. किन्तु अत्र आदाय आदत्ते आदाय एव खलु. पूर्णम् आदाय एव आदाय आदाय. हा अत्र आ इति उपसर्ग अस्ति एव खलु. आम् आम्. किन्तु अल्पप्राण अपि अस्ति महाप्राण अपि अस्ति. न न अत्र अल्पप्राण अल्पप्राण एव अल्पप्राण अल्पप्राण एव अल्पप्राण एव सत्यं भगिनि. हा सत्यं. महोदय आदाय इत्युक्ते किं महोदय? आदत्ते रघुवीर महोदय रघुवीरानन्दमहोदय टेकवे. हा पूर्णस्य पूर्णम् आदाय पूर्णमेव अवशिष्यते. हा सब्ट्राक्ट् इति. हा आदाय नाट् आधाय न महोदय. केवलम् अल्पप्राण महाप्राण न आधाय आधाय दीर्घं न ह्रस्वं न हेविङ्ग् टेकन्. हा आधाय आधाय महोदय. अग्रिमे गच्छामि वा? हा हा वदतु महोदय. हा मानवः स्वकर्मणा देवम् अभ्यर्थ्यति सिद्धिं विन्दति. मानवः स्वकर्मणा देवम् अभ्यर्थ्य सिद्धिं विन्दति. हा अभ्यर्थ्य इति खलु तत्र रूपम् अभ्यर्थ्य सिद्धिं विन्दति मानवः. तत्र मानवः तत्र कर्मपदम् अस्ति वा तत्र? स्वकर्मणा तु तृतीया. देवं देवं देवम् इति द्वितीयवाक्ये सिद्धिम् इति द्वितीयवाक्ये कर्मपदम्. अस्तु, समीचीनं महोदय. अस्तु, अग्रे इदानीं तत्र कः त्वक्कु एतावत् न कृतवान् अथवा कृतवती, अत्र शीतल भगिनी वक्तुम् इच्छति वा? आं महोदय. अस्तु, हा, इदानीं तत्र त्वम् इति त्वं मम उपदेशं विमृश यथेच्छं कुरु. त्वं मम उपदेशं विमृश्य यथेच्छं कुरु. तत्र धातु किम् अस्ति तत्र? मृधातु. मृधातु अस्ति चेत् अहं चिन्तयामि विमर्श्य इति रूपं समीचीनं वा? मृष्यति धातु. अस्तु, विमृश्य, अतः मृष्यति धातु अस्ति चेत् अस्तु, तत्र अहं चिन्तितवान् मृ इति. अस्तु, समीचीनम्, अतः विमृश्य इति समीचीनं भगिनि. तत्र त्वं मम उपदेशं विमृश्य यथेच्छं कुरु इति, तत्र विमृश अपि कुरु, लकारः कः तत्र? लोट् लकारः. समीचीनं भगिनि. अस्तु, अग्रे. योगी निश्चलम् उपविशति योगम् आचरति. योगी निश्चलम् उपविश्य योगम् आचरति. हा, समीचीनं भगिनि. तत्र कर्मपदम् अस्ति वा तत्र? निश्चलं योगं. तत्र कर्तृपदं किं? कर्तृपदं किं तत्र? योगी. योगी, अस्तु. योगी निश्चलम् उपविशति, योगी योगम् आचरति. तत्र आचरति त्रिक्रियापदस्य कर्मपदं किम्? योगम्. योगम्, अस्तु. उपविशति इति तत्र क्रिया कर्मपदम् अस्ति वा? निश्चलं न उपविशति इति धातुः, तत्र सः उपविशति, तत्र कर्मपदम् अस्ति भवति वा? अकर्मकधातुः अस्ति वा सकर्मकधातुः अस्ति वा उपविशति इति क्रियापदम्? अन्य कोऽपि वदति वा? अकर्मक, अकर्मकः खलु, तत्र उपविशति, उत्तिष्ठति, उपविशति, तत्र तत्र अकर्मक, अतः तत्र कर्मपदं नास्ति. किन्तु निश्चलम् इति रूपं तु द्वितीयविभक्त्यन्तरूपम् अस्ति. तत्र तत्र किं, तत्र उपपदविभक्ति इति वदामः, तत्र मन्दं गच्छतु इति गच्छति इति, तत्र क्रिया परिवर्तनं करोति, क्रियाविशेषणम् इति कृत्वा तत्र द्वितीयविभक्त्यन्तम् अस्ति. तत्र कीदृशं, तत्र उपविशति इति क्रियापदस्य विशेषणम् अस्ति, तत्र कीदृश उपविशति सः, निश्चलम् उपविशति इति, तत्र क्रियां सूचयति अथवा तस्य परिवर्तनं करोति इति क्रियाविशेषणम् इति वदामः. तत्र निश्चलम् इति तस्य द्वितीयविभक्तिरूपं, किन्तु तत् कर्मपदं नास्ति. किन्तु द्वितीयवाक्ये योगम् इति कर्मपदमेव अस्ति, आचरति इति क्रियापदस्य. अस्तु, समीचीनम्, अग्रे शीतल भगिनि. महोदय, विशति प्रवेशनमपि अस्ति न महोदय? हा, किन्तु उपविशति, तत्र उपविशति इति केवलम् उपविशति इति क्रियापदस्य विषयः. अग्रे भगिनि शीतल भगिनि. कर्माणि मनसा तत्र अधोभागे एव दत्तमस्ति, तत्र सन्न्यस्य इति रूपं. सुखं जीवन्तु, किन्तु बहुवचनम् अस्ति चेत् सन्न्यस् किं किं भवति? किं कुर्मः यदि बहुवचनमस्ति चेत् किं करणीयं भगिनि? अत्र त्वान्तरूपम् अथवा लेबन्तरूपं मध्ये बहुवचनमस्ति चेत् किमपि करणीयम् अस्ति वा? त्वान्तरूपं लेबन्तरूपम् अव्ययम् अस्ति भगिनि, अतः तत्र किमपि न करणीयम् अस्ति, परिवर्तनं नास्ति. एकवचने वा बहुवचने वा? संन्यस्य एव भवति तत्र. संन्यस्य स्वकर्माणि मनसा संन्यस्य सुखं जीवन्तु. हा, सुखं जीवन्तु इति तावदेव भवति भगिनि. अस्तु अग्रे महोदय. धन्यवादः महोदय. अत्र धातु किं संन्यस्य? संन्यस्य तत्र किमस्ति? तत्र उपसर्गः कः? तत्र सम् इति. हा, तदनन्तरं धातु अस्ति किं? न्यस्. हा, प्रायशः न्यस्. हा, न्यस् इति प्रायशः धातु अस्ति. न्यासः इति पदसम्बद्ध न्यस् इति धातु अस्ति इति मन्ये खलु? संन्यस्य किन्तु धातु किम् इति? धातु संन्यस् महोदय. अस् धातु न्यस् इति धातु अस्ति वा? न्यस् न्यस् नास्ति महोदय. नास् इति अस्ति, नासते इति. तत्तु भिन्नम् अस्ति खलु भगिनि? तत्र न्यस् इति प्रायशः धातु अस्ति इति मन्ये. न्यस् इति द्रष्टव्यम् अस्ति भगिनि. न्यस् इति धातु अस्ति वा? नस् अस्तु. प्रायशः एव अस्ति इति मन्ये. अस्तु दृष्ट्वा. महोदय, संयोगः नियोगः अस्ति. संयोगः किं किं किं? संयोगः नियोगः अस्ति. अस् धातुः वा? तत्र अस्तु अस्तु अस्तु तत्र अस्तु तत्र ईश्वरे संन्यस्य अस्तु तत्र सर्वाणि कर्माणि ईश्वरे अध्य अस्तु तत्र दृष्ट्वा वदामि भगिनि. दृष्ट्वा वदामि. अस्तु. हा, शीतल भगिनी अत्र तत्र हा अन्तिमं तत्र अग्रे करोति भगिनि तत्र ज्ञानम् इति. ईश्वरस्य साधर्म्यं प्राप्नोति. साधर्म्यं प्राप्नोति. हा, साधर्म्यं साधर्म्यं प्राप्नोति. ज्ञानम् तत्र हा तत्र अहं चिन्तयामि तत्र तत्र आश्रयः तत्र धातुः किम् अस्ति? श्रय श्री इति धातुः अस्ति इति मन्ये भगिनि. श्री इति धातुः श्रयति इति रूपम् इति क्रियापदं. श्री इति धातुः अस्ति चेत् तत्र तकारः मध्ये आगच्छति इति पूर्वम् उक्तवन्तः. तत्र ह्रस्व इकारः अस्ति धातोः मध्ये, अतः तत्र तकारः आगच्छति. अतः तत्र आश्रित्य इति चिन्तयामि. उपाश्रित्य इति रूपं भवति इति मन्ये. उपाश्रित्य इति ज्ञानम् उपाश्रित्य ईश्वरस्य साधर्म्यं प्राप्नोति. हा, ज्ञानम् उपाश्रित्य ईश्वरस्य साधर्म्यं प्राप्नोति. समीचीनं. हा, अस्तु. हा, प्रश्नः आसीत्. संन्यस्यन्तु सम् उपसर्ग नि उपसर्ग अस् धातु लेप् प्रत्ययः अस्ति महोदय. हा, अस्तु भगिनि, धन्यवादः. अस्तु, अतः तत्र संयोगः नि ऋस्वनि ल्यप् अतः धातु अस्ति अस्तिति उपसर्गद्वयम् अस्ति तत्र अस्तु सम् इस् एण्ड् नी इस् बिफोर् सूत्रो उपसर्गद्वयम् अस्तु भगिनि धन्यवादः भगिनि अतः संयस्य अस्तु ओ धन्यवादः समीचीनम् अस्ति धन्यवादः भगिनि समीचीनम् अस्ति अस्तु अग्रे हा शोभा भगिनी अग्रे वदति वा आं महोदय क्षेत्रज्ञानं विजानाति ईश्वरभावम् आप्नोति क्षेत्रज्ञानं विज्ञाय हा विज्ञाय इति दृष्टवन्तः खलु तत्र कुत्रापि आसीत् खलु तत्र तत्र विज्ञाय विज्ञात्वा इति पुटे अस्ति महोदय सत्यं विज्ञाय पार्थः कृष्णं शिरसा प्रणमति कृताञ्जलिः वदति पार्थः कृष्णं शिरसा प्रणम्य तत्र नम् धातुः नत्वं भवति प्रणम्य कृताञ्जलिः वदति हा कृताञ्जलिः वदति अस्तु समीचीनं भगिनि अग्रे योगी प्राणं मूर्ध्नि आधत्ते योगम् आचरति तत्र महोदय धत्ते इति इदानीं तत्र महाप्राणः अस्ति महाप्राणः अस्ति आ धातु धत्ते इति आ उपसर्गपूर्वक आधत्ते योगी प्राणं मूर्ध्नि तत्र आधत्य तत्र धातुः किम् अस्ति भगिनि धातुः कः तत्र पूर्वं दृष्टवती महोदय धा इति अस्ति धा एव अस्ति वा धा इति अस्तु किन्तु महाप्राणः धा एव अस्ति आकारान्त किन्तु धातु तत्र आधाय भवति हा तत्रापि आधाय इति आधत्ते आसीत् आदाय अभवत् अत्र आधत्ते आधाय हा इति मन्ये भगिनि तत्रापि आधाय किन्तु महाप्राण इति मन्ये भगिनि धा इति धातु आधाय इति मन्ये तत्र यतः तत्र ह्रस्व इकार वा उकार वा ऋकारः नास्ति खलु अन्ते अतः नास्ति अन्तिमं किं भगिनि मूर्ध्नि मूर्ध्नि इत्युक्ते तत्र किं फोर् हेड् अथवा टाप् आफ् द हेड् इति मन्ये खलु मूर्ध्नि क्रौन् इति ज्ञानी इन्द्रियाणि संहरते मनः स्थैर्यम् आप्नोति तत्र ज्ञानी इन्द्रियाणि ते द्वितीय विभक्ति संहरते मनः स्थैर्यम् आप्नोति तत्र मनस्थैर्यम् इति केवलम् एकं पदं मनस्थैर्यम् इति एकं पदम् इति मन्ये भगिनि अस्तु मनस्थैर्यम् आप्नोति ज्ञानी इन्द्रियाणि तत्र संहरति हृ धातुः संहृत्य तत्र तकारः आगच्छति मनस्थैर्यम् आप्नोति मनस्थैर्यम् आप्नोति तत्र आप्नोति इति तस्य कर्मपदं मनस्थैर्यम् इति मन्ये प्रथमवाक्ये इन्द्रियाणि संहरते इन्द्रियाणि कर्मपदं भवति सत्यं भगिनि इन्द्रियाणि संहरते इन्द्रियाणि इति कर्मपदम् अस्ति समीचीनम् अतः तत्र प्रायशः योगी अपि योगी इति विषये तत्र बहु किमपि आसीत् खलु तत्र योगी द्वाराणि अपि तत्र प्राणं भ्रुवो मध्ये आवेशयति ततः निश्चलम् उपविशति अपि प्राणं मूर्णिम् आदत्ते आचरति तत्र स्मरन्ति न वा, सर्वे स्मरन्ति वा, तत्र गीतासोपाने प्रारम्भे कुत्रचित् यत्र योगी इति विषये कथा आसीत् लघु किमपि, हा तत्र पेज् 32 मध्ये, किन्तु तत्र तस्य हा तत्र किञ्चित् दत्तवन्तः, किन्तु तस् कथायाः अग्रिमभागः अत्र दत्तम् अस्ति इति मन्ये, हा योगी किं करोति इति. अस्तु, आसनं प्रतिष्ठापयति, हा तत् तत्र पठितवन्तः. तदनन्तरं ज्ञानस्य विषये इदानीं किञ्चित् अधिकं दत्तम् अस्ति अत्र. मनः संयम्य अन्तः वर्तमानान् आत्मानमेव ध्यायति. हा वर्तमानम् आत्मानम् एव ध्यायति. अस्तु, हा आत्मानम् एव, हा वर्तमानम् आत्मानम् एव ध्यायति. हा संयम्य, हा अतः संयम्य इति समीचीनम् आसीत्. पूर्वं तत्र प्रश्नः आसीत् खलु, संयत्य अथवा संयम्य इति, संयम्य एव समीचीनम्. अस्तु अस्तु, तर्हि इदानीं तत्र धातोः अन्ते अस्ति वा अथवा धातोः मध्ये अस्ति वा महोदय? ऋत्व इकार उकार उकार अन्ते भगिनि, अन्ते. तत्र ऋ धातुः अस्ति चेत् तत्र संहृत्य इति भवति, अतः तत्र तत्र संहृत् तत्र धातु अस्ति ऋत् ऋ इति, ऋ मध्ये अस्ति न महोदय? कुत्र मध्ये? ऋ इति धातुः अस्ति, संहरते धातुः ऋ मध्ये अस्ति न, सम् अस्ति मध्ये ऋ अस्ति न महोदय? न न भगिनि, धातु किम् अस्ति? ओ ऋ धातु, ओके, हा ऋ धातुः, हा क्रियापदस्य मध्ये इति न, धातोः मध्ये, धातोः अन्ते, ऋ धातोः अन्ते ह्रस्वऋकारः, धातोः अन्ते, हा धातोः अन्ते, हा सत्यं भगिनि, धातोः अन्ते ह्रस्व इकारः, ह्रस्व उकारः अथवा ह्रस्व ऋकारः अस्ति चेत् तत्र तस् तकारस्य आगमनम् अस्ति, आदेशः भवति मध्ये. अस्तु महोदय, धन्यवादः. हा दीर्घऋकारः अन्ते अस्ति चेत् तत्र ईकारः, तत्र ईर् इति भवति, ईर् इति भवति, तावदेव. अस्तु अस्तु, अग्रे गच्छामः. तत्र एतानि वाक्यानि परिशीलयत इति अस्ति, प्रश्नः अस्ति वा मध्ये? तत्र सर्वे अवगच्छन्ति खलु यानि वाक्यानि वयं पठितवन्तः, तत्र सर्वे अवगच्छन्ति खलु? तत्र प्रश्नः अस्ति वा तत् वाक्यस्य विषये? अस्तु अस्तु अस्तु, तर्हि अग्रे गच्छामः. तर्हि तत्र उषा भगिनी अग्रे पठति वा? आं महोदय. एतानि वाक्यानि परिशीलयत. शुद्धं हृदय दौर्बल्यं त्यक्त्वा उत्तिष्ठ. त्यक्त्वा त्वान्तरूपम् अस्ति महोदय? हा त्वान्तरूपम् अस्ति. अस्तु, हा तत्र त्यजतु, त्यजति इति अथवा त्यक्त्वा इति, हा तत्र त्यक्त्वा इति अस्ति, तत् सकर्मक अथवा अकर्मक क्रियापदं? त्यजति अकर्मक अस्ति महोदय, सकर्मक, अतः तत्र कर्मपदं भवति. हा अत्र किम् अस्ति कर्मपदं? किम् अस्ति? हृदय दौर्बल्यं. हा हृदय दौर्बल्यं, हा अपि तत्र क्षुद्रम् इति अस्ति, तत् किम् अस्ति? विशेषणविशेषम्. हा विशेषणविशेषभावः, विशेषभावः, समीचीनं भगिनि. हा क्षुद्रं हृदय दौर्बल्यं त्यक्त्वा उत्तिष्ठ, उत्तिष्ठ, तत्र उत्तिष्ठ इति अस्ति, अतः तत्र कर्तृपदं जानीमः वा? उत्तिष्ठ कर्तृपदं त्वं. हा किमर्थम् उत्तिष्ठ इति तस्य पुरुषः मध्यमपुरुषे एकवचनं? हा त्वम् उत्तिष्ठ कौन्तेय प्रायशः अस्ति, किन्तु अस्तु. हा अग्रे भगिनि. आसने उपविश्य योगम् आचरन्तु. उपविश्य, हा तत्र लेबन्तपदं, योगम् आचरन्तु आ उपसर्गपूर्वकं चरन्तु लोट् नकार अस्ति, चरति धातु अस्ति। हा अस्तु भगिनि, अतः तत्र तत्र उपविश्य इति रूपम् एव अस्ति, किन्तु तत्र यदि तत्र उपविशति आसीत् वाक्ये तस्य त्वान्तरूपम् अथवा लेबन्तरूपं कुर्मः तत्र उपविश्य इति भवति, अथवा यदि क्रियापदम् उपविशतु आसीत् चेदपि रूपं किं भवति? प्रथमवाक्ये उपविशति इति क्रियापदम् आसीत् चेत् उपविश्य इति लेबन्तरूपं भवति, उपविशतु इति आसीत् चेदपि लेबन्तरूपम् उपविश्य एव भवति। अतः तत्र क्रियापदं तस्य लकारः न जानीमः, केवलं तत्र लेबन्तरूपं दृष्ट्वा। तत्र द्वितीयवाक्यं दृष्ट्वा प्रायशः वक्तुं शक्नुमः अस्तु एतद् लोट् लकारे आसीत्, अतः यदि एतत् त्वान्तरूपम् अस्ति चेत् तत्र किं कृतवन्तः, वाक्यस्य मेलनं कृतवन्तः खलु, वाक्यद्वयं स्वीकृत्य एकं वाक्यं रचितवन्तः। किन्तु यदि विभजनं कर्तुम् इच्छामः तस्मिन् समये तत्र कीदृशक्रियापदम् अस्ति इति तस्य ज्ञानं न भवति, तत्र केवलम् ऊहा अस्तु तत्र प्रायशः लोट् लकारः एव आसीत् यतः द्वितीयवाक्ये अपि लोट् लकारः अस्ति, अतः प्रथमवाक्ये अपि लोट् लकारः आसीत् इति। किन्तु तत्र नियमः तादृश किमपि नास्ति खलु? अस्तु अग्रे वदतु भगिनि। सर्वाणि कर्माणि ईश्वरे सन्न्यस्य अध्यात्मचेतसा जीवनं कुरु। सर्वाणि कर्माणि विशेषणविशेषणं बहुवचने, ईश्वरे सप्तमी भवति, सन्न्यस्य ल्यप् प्रत्यय, अध्यात्मचेतसा जीवनं कर्मपदं, कुरु लोट् लकार। हा अस्तु, तत्र कर्तृपदं किं? कर्तृ सर्वाणि त्वं, हा कुरु इति अस्ति। अस्तु समीचीनं भगिनि, हा अस्तु अस्तु धन्यवादः। अस्तु अग्रे गीताञ्जलि भगिनि। क्षम्यतां महोदय, उभयोः क्षम्यतां क्षम्यताम्, आत्मना क्षम्यताम्। चत्वारि एव, चतुर्थबिन्दु, चतुर्थबिन्दु आत्मना कामरूपं शत्रुं जहि। तत्र स्तम्भ इति धातुः, स्तम्भ इति धातुः इति मन्ये, स्तम्भ ओ क्षम्यतां, स्तब् इति शत्रुं जहि इति अस्तु। तत्र वाक्यस्य अर्थः तु बहु क्लिष्टः इति मन्ये, किन्तु व्याकरणरूपं पश्यामः तत्र केवलं तत्र संस्तभ्य अस्तु कामरूपं शत्रुं जहि इति अस्तु। तत्र सभ्य महोदय इत्युक्ते एकत्रित स्थाप्य, हा तत्र बन्धनम् इति तादृश अर्थे। किन्तु तत्र संस्तभ्य इति प्रायश किञ्चित्, अतः तस्य अर्थः प्रायशः क्लिष्टः अस्ति। किमर्थम् इति युक्ते तत्र तत् कथं करणीयम् इत्युक्ते आत्मानं संस्तभ्य, केन? आत्मना एव आत्मानं संस्तभ्य इति अस्ति। माध्यमपि आत्मा, कर्मपदमपि आत्मा, अतः तत्र किञ्चित् क्लेशः एव अस्ति अत्र। किं करणीयं? स्तम्भ इति धातु, आं महोदय इति अहं पश्यामि महोदय, स्तब् तु इति तु अहं न पश्यामि, किन्तु स्तम्भ भ्वादिगणे अस्ति अपि च क्रियादिगणे अस्ति. भ्वादिगणस्य स्तम्भते स्तम्भते इति प्रायशः तत्र अस्तु क्लेशः अस्ति अपि अस्तु अस्तु तद् द्रष्टव्यमस्ति भगिनि. अस्तु तत्र संन्यस्य इति तु उषा भगिनी उक्तवती अतः तत्र किमपि अन्वेषणम् आवश्यकं नास्ति. अस्तु एतत् पश्यामः संस्तभ्य इति तत्र तत्र स्तम्ब् इति ओ स्तब् मकारस्य हा लोपः किमर्थम् इति हा अस्ति हा इति तत्र चिन्तनमस्ति बन्धनम् इति किमपि अस्ति इति किन्तु हा केवलम् ऊहा. अस्तु तद् दृष्ट्वा वदामि भगिनि. अस्तु तत्र कर्तृपदं किम् अस्ति भगिनि गीताञ्जलि भगिनि? तत् क्रियापदम् अस्ति किन्तु कर्तृपदं महोदय भवान् दत्तं न भवान् आत्मना आत्मानं संस्तभ्य कामरूपं शत्रुं जहि. जहि लोट्लकारः अस्ति. जहि इति लोट्लकारः अस्ति. पुरुषः कः? त्वं महोदय. हा जहि इति पाहि त्राहि तादृश जहि जहि इति मध्यमपुरुष एकवचनं हा समीचीनं भगिनि. हा अस्तु हा अग्रे अग्रिमम् उभयोः सेनयोः मध्ये रथं स्थापयित्वा कृष्णः अर्जुनम् उक्तवान् तत् किञ्चित् सरलं सत्यं भगिनि. हा तत्र भ्रुवोः मध्ये तादृश नास्ति केवलं सेनयोः मध्ये इति अस्ति. अर्थः सुलभतया अवगन्तुं शक्नुमः किन्तु अस्तु स्थापयित्वा कृष्णः अर्जुनम् उक्तवान् अस्तु तत्र तत्र कर्तृपदं किम् अस्ति अत्र? अर्जुन कृष्णः कृष्णः मध्ये स्थापयित्वा रथं स्थापयित्वा अर्जुनम् उक्तवान् इति समीचीनं भगिनि. अस्तु हा नरेश महोदय अग्रे. महोदय सिद्ध्योः समः भूत्वा कर्माणि कुरु. हा अस्तु तत्रापि कर्तृपदं किं? त्वमेव. अस्तु तर्हि तत्र समयः अपि जातः. केवलं तत्र कर्तृपदं किम् इति एकवारं वदामः. तत्र अग्रिमे तत्र सप्तमवाक्ये कर्तृपदं किम्? स्वधर्मम् अपि अवेक्ष्य विकम्पितुं न अर्हसि. त्वमेव इति समीचीनम्. अस्तु तत्र प्राय हा दम्भ मानमधान्विताः दम्भमानमधान्विताः कामम् आश्रित्य प्रवर्तन्ते इति. तत्र श्री इति धातुः अतः तत्र तकारः आगच्छति ल्यबन्तरूपे आश्रित्य इति तकारः आगच्छति. अपि तत्र भद्वा इति अन्यत् अग्रिमवाक्ये अस्ति. तदनन्तरम् अन्तिमवाक्ये तत्र आवृत्य इति अग्रे अपि अस्ति. अस्तु तर्हि अत्र इदानीं पर्याप्तं किन्तु अग्रिमवर्गे तत्र अग्रे गच्छामः. तत्रापि एतद् संस्तभ्य इति तत्र किं तस्य रूपं कीदृशं धातु किं धातुः कः इति द्रष्टव्यमस्ति. सर्वे अन्वेषणं कुर्वन्तु अग्रिमवर्गे चर्चयामः. अस्तु तर्हि अन्य कोऽपि प्रश्नः अस्ति वा? न न श्री इति ह्रस्व इकारः श्री सेवायाम् इति अस्ति. श्री श्रयति इति रूपं श्रयति इति प्रथमे गणे अस्ति. अस्तु, तर्हि अन्यप्रश्नः नास्ति चेत् विरमाम, अग्रिमवर्गे मिलामः. उपसर्ग स्थभि टु स्टाप् लेप् प्रत्यय स्थबीर् इति वा? आम् महोदय, स्थबि. तत्र स्थबि इति धातुः वा? धातु न जानामि. सम् उपसर्ग स्थबि टु स्टाप् लेप् स्थब् प्रायश स्थब् इति प्रायश. अस्तु, संस्तभ्यं संसब्. अस्तु भगिनि, स्थब्. अस्तु, धन्यवादः भगिनि. हा, अहमपि एकवारं पश्यामि. धन्यवादः भगिनि. अस्तु, टु स्टाप् इति संस्तभ्य इति. अस्तु, किन्तु आत्मानं संस्तभ्य इत्युक्ते किम् अस्ति? आत्मना आत्मानं संस्तभ्य इति. हा, अस्तु, अन्वेषणं कुर्मः. मेड् फर्म्. अस्तु अस्तु अस्तु भगिनि. अस्तु, तर्हि अग्रिमवर्गे मिलामः. सर्वेभ्यो नमः, धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः, नमस्कारः, नमस्कारः, धन्यवादः, धन्यवादः.